नमस्सर्वेभ्यः. ल्यबन्तानां चिन्तनं प्रवर्तमानमस्ति. क्त्वाप्रत्ययस्य विषये ये विषयाः स्मर्तव्याः ज्ञातव्याः तस्मिन् प्रसङ्गे शुद्धिकौमुदीपुस्तकात् किञ्चित् पठित्वा वक्तुमिच्छामि. क्त्वाप्रत्ययस्य विषये ज्ञातव्यम् अधिकमस्ति इति कारणतः तद्विषये पार्थक्येन किञ्चित् अत्र उच्यते. समानकर्तृकयोः उभयोः धात्वर्थयोः मध्ये पूर्वकालिके धात्वर्थे विद्यमानात् धातोः क्त्वाप्रत्ययः भवति. तत्र सूत्रमस्ति समानकर्तृकयोः पूर्वकाले इति सूत्रेण क्त्वाप्रत्ययः विहितः भवति. तृतीयाध्यायस्य चतुर्थपादस्य एकविंशतितमं सूत्रम् इदं समानकर्तृकयोः पूर्वकाले इति सूत्रेण क्त्वाप्रत्ययः विहितः भवति. समानकर्तृकयोः पूर्वकाले इत्युक्ते एकः एव कर्ता क्रियाद्वयं करोति चेत् पूर्वकालिकी क्रियायाः क्त्वाप्रत्ययः भवति. धातुः उपसर्गयुक्तः भवति चेत् तदा क्त्वाप्रत्ययस्य स्थाने ल्यप्रत्ययः आदेशः भवति. एतत् सर्वं सर्वैः प्रायः ज्ञायते एव. कानिचन रूपाणि वदामि. सः वस्त्रं प्रक्षालयित्वा पठितुम् उद्युक्तः भवति इति वाक्यमस्ति. वाक्यं पुनः वदामि. सः वस्त्रं प्रक्षालयित्वा पठितुम् उद्युक्तः भवति. तस्मिन् वाक्ये प्रक्षालयित्वा इति अपशब्दः. प्रक्षाल्य इति एव प्रयोक्तव्यम्. प्रक्षालयित्वा इति अपशब्दः. क्षल् धातुः अत्र प्र उपसर्गपूर्वकः अस्ति इत्यतः क्त्वाप्रत्ययस्य स्थाने ल्यबादेशः भवतु. समासे अनैपूर्वे क्त्वो ल्यप् इति सूत्रेण क्त्वाप्रत्ययस्य स्थाने ल्यप्रत्ययः विहितः भवति. सप्तमाध्यायस्य प्रथमपादस्य सप्तत्रिंशत्तमं सूत्रम् इदं. समासे अनैपूर्वे क्त्वो ल्यप् इति सूत्रेण क्त्वाप्रत्ययस्य स्थाने ल्यबादेशः भवति. अतः क्षल् धातोः उपसर्गपूर्वकत्वे ल्यप् स्यात् एव. तस्मात् प्रक्षाल्य इति एव शुद्धं रूपम्. ल्यप्रत्ययस्य स्थाने क्त्वाप्रत्ययस्य प्रयोगः अन्येषु पदेषु अपि केषुचित् स्थलेषु बहुभिः क्रियमाणः दृश्यते. यथा परिवर्तयित्वा, समापयित्वा, परिवेशयित्वा, प्रकटयित्वा, उत्पादयित्वा, प्रदर्शयित्वा, सङ्घटयित्वा, सम्मार्जयित्वा, उद्घाटयित्वा, प्रार्थयित्वा. इमानि रूपाणि अशुद्धानि. शुद्धानि रूपाणि कानि? अत्र परिवर्त्य, समाप्य, परिवेश्य, प्रकटय्य, उत्पाद्य, प्रदर्श्य, सङ्घटय्य, सम्मार्ज्य, उद्घाट्य, प्रार्थ्य. शुद्धानि रूपाणि इमानि. परिवर्तयित्वा असाधु. परिवर्त्य एव साधु. समापयित्वा असाधु. समाप्य इति एव साधु. परिवेशयित्वा परिवेश्य इति एव साधु. प्रकटयित्वा इति असाधु. प्रकटय्य इति एव साधु. उत्पादयित्वा असाधु. उत्पाद्य एव साधुरूपं. प्रदर्शयित्वा असाधुरूपं. प्रदर्श्य एव साधुरूपं. सङ्घटयित्वा असाधुरूपं. सङ्घटय्य एव साधुरूपं. सम्मार्जयित्वा असाधुरूपं. सम्मार्ज्य एव साधुरूपम्. उद्घाटयित्वा असाधुरूपम्. उद्घाट्य एव साधुरूपम्. प्रार्थयित्वा असाधुरूपम्. प्रार्थ्य इति एव साधुरूपं भवति. अपि च अत्र आगत्य कति दिनानि अतीतानि इति वाक्यमस्ति चेत् स्थितस्य इति पदम् अध्याहर्तव्यम्. अस्मिन् वाक्ये स्थितस्य इति पदम् अध्याहर्तव्यम्. तदा यः आगतः सः एव स्थितः अपि. अतः तयोर्मध्ये समानकर्तृकता अस्ति, तस्मात् न कश्चित् दोषः. स्थितस्य इति पदम् अध्याहर्तव्यं चेत् तद्वाक्यं साधु भवति. अत्र आगत्य कति दिनानि अतीतानि, तस्मिन् स्थाने आगतस्य भवतः कति दिनानि अतीतानि, आगतस्य भवतः कति दिनानि अतीतानि इति वाक्यमेव साधु भवति. अयम् अध्याहारक्रमः मल्लिनाथेनापि प्रदर्श्यते. अत्र समानकर्तृकस्य अभावः अस्ति चेत् आगत्य इति प्रयोगः साधु भवति वा इति अत्र प्रश्नः अस्ति. समानकर्तृकस्य अभावे अस्मिन् वाक्ये आगत्य इति प्रयोगः साधु भवति किम् इति प्रश्नः. एतादृशाः प्रयोगाः प्रयोगानर्हाः न इति वदति शिष्टलोकः. अतः एतद्वाक्यं न दुष्टं, किन्तु अत्र स्थितस्य इति पदम् अध्याहार्यम्. स्थितस्य इति पदम् अध्याहृतं चेत् वाक्यं साधु इति वक्तुं शक्यते. आगतस्य भवतः कति दिनानि अतीतानि इति वाक्यं प्रशस्ततरमस्ति, तथा एव प्रयोगः वरं भवति इति एकः विषयः. अपि च सः मित्रं प्रेषयित्वा आगतवान् इति वाक्यमस्ति. सः मित्रं प्रेषयित्वा आगतवान्. प्रेषयित्वा इति शुद्धं रूपम् एव. कथं प्रेषयति इत्यत्र प्रा इति उपसर्गः नास्ति, धात्वङ्गमेव. प्रेषरु इति एकः धातुः अस्ति, सः धातुः गत्यर्थकधातुः. उपसर्गाभावात् अत्र ल्यप् न विहितः, उपसर्गः नास्ति खलु, अतः ल्यप् न विहितः. अतः प्रेषयित्वा इति रूपं क्त्वान्तरूपमेव. प्रेषरु इति धातुः अस्ति तत्र, प्रा इति उपसर्गः तस्मिन् पदे नास्ति, अतः क्त्वान्तरूपं साधु एव. किन्तु प्रविशति, प्रभवति इत्यादिषु पदेषु प्रा इति एषः उपसर्गः, अतः तत्र ल्यबन्तरूपं वक्तव्यं. प्रविश्य, प्रभूय इत्यादीनि रूपाणि वक्तव्यानि तत्र. प्रविशति, प्रभवति इत्यत्र प्रा इति उपसर्गः अस्ति, अतः प्रेषयति इत्यत्र अपि उपसर्गः एव स्यात् इति केषाञ्चित् भ्रान्तिः अस्ति. अतः प्रेषयित्वा इति रूपम् अशुद्धम् इति मन्यन्ते, तदसत्. अन्ये केचन जनाः वदन्ति प्रेष्य इत्यत्र प्रा इति उपसर्गः अस्ति, इष् गतौ इति एकः धातुः अस्ति. इष् गतौ इति धातोः णिच् प्रत्यये परे क्त्वा प्रत्ययस्य योजनं भवति चेत् ल्यबादेशं कृत्वा प्रेष्य इति रूपं वक्तुं शक्नुमः इति केचन वदन्ति. पुनः वदामि, प्रेष्य इति रूपं साधुरूपं. कथम् इत्युक्ते प्रा इति उपसर्गः अस्ति, इष् गतौ इति एकः अन्यधातुः अस्ति. इष् गतौ इति धातोः णिच् प्रत्यये परे क्त्वा प्रत्ययस्य स्थाने ल्यबादेशः भवति उपसर्गः अस्ति इति कारणतः. अतः सम्प्रेष्य, प्रेष्य इत्यादीनि रूपाणि अपि सिद्ध्यन्ति इति केचन जनाः वदन्ति. प्रेष्य, सम्प्रेष्य इत्यादिषु रूपं तु शुद्धं रूपमेव. सम्प्रेष्य इति रूपं शुद्धं रूपमेव. प्रेषयित्वा इति रूपम् अशुद्धम् इति मा चिन्तयन्तु. प्रेष्य इति प्रयोगे न अस्माकमपि विप्रतिपत्तिः, इत्युक्ते प्रेष्य इति रूपं तु शुद्धमेव, तत्र विप्रतिपत्तिः नास्ति. प्रेषयित्वा इत्येतदपि शुद्धमेव इत्यत्र नैर्भर्यं अस्माकं भवतु। विषयं साकल्येन अज्ञाय किमपि न वक्तव्यम् इति एकं वाक्यमस्ति। विषयं साकल्येन अज्ञाय किमपि न वक्तव्यम् इति वाक्यमस्ति। अज्ञाय इति अपशब्दः, अशुद्धं रूपम्। अज्ञात्वा इति एव वक्तव्यमस्ति। ज्ञाधातुतः क्त्वा प्रत्ययस्य योजनेन ज्ञात्वा इति रूपं सिद्ध्यति, किन्तु अत्र नञ्समासः अस्ति। अज्ञात्वा इति एव वक्तव्यं भवति, न ज्ञात्वा अज्ञात्वा, तत्र नञ्तत्पुरुषसमासः अस्ति। ल्यप्रत्ययः नञ्समासे न भवति, अनञ्समासे एव ल्यप्रत्ययः विहितः भवति। समासे अनञ्पूर्वे क्त्वो ल्यप् इति सूत्रेण ल्यप्रत्ययः नञ्समासः नास्ति चेदेव ल्यप्रत्ययः विहितः भवति। अनञ्पूर्वशब्दस्य निवेशनात् समासे अनञ्पूर्वे क्त्वो ल्यप् इति सूत्रेण अनञ्समासे एव ल्यप्रत्ययः विहितः भवति। अज्ञात्वा इत्यत्र नञ्समासः अस्ति, तस्मात् नञ्समासपूर्वकः क्त्वाप्रत्ययः एव भवति, तत्र ल्यप्रत्ययः न करणीयः। अनेन कारणेन एव नञ्समासपूर्वक क्त्वाप्रत्ययः यत्र भवति तत्र ल्यप् न करणीयः। अतः अज्ञात्वा इति रूपमेव साधु, न तु अज्ञाय। अतः वाक्यं कथं भवेत्? विषयं साकल्येन अज्ञात्वा किमपि न वक्तव्यम्। साकल्येन विषयम् अज्ञात्वा किमपि न वक्तव्यम् इति वाक्यमस्ति। सः गीतं विरच्य प्रसिद्धिं गतः इति अन्यद्वाक्यमस्ति। सः गीतं विरच्य प्रसिद्धिं गतः इति वाक्यमस्ति। तस्मिन् वाक्ये विरच्य इति अपशब्दः, विरचय्य इति एव प्रयोक्तव्यम्। शुद्धं णिजन्तं रूपमस्ति विरचय्य इति एव भवति। ण्यन्तात् ल्यपि नेरनिटि इति सूत्रेण णिचः लोपः स्यात्। इत्युक्ते णिच् प्रत्यये परे ल्यबन्तरूपेषु नेरनिटि इति सूत्रेण णिच् प्रत्ययस्य लोपः भवति, णिच् प्रत्ययस्य इकारस्य लोपः भवति। तदर्थमेव पाठयति इत्यत्र णिजन्तरूपमस्ति, प्र उपसर्गपूर्वकः भवति चेत् प्रपाठयति इति रूपं भवति। तत्र ल्यबन्तमस्ति, णिच्युक्तं ल्यबन्तमस्ति, प्रपाठ्य इति भवति। प्रपाठ्य, विचार्य इत्यादिषु णेरनिटि इति सूत्रेण णिचः लोपः भवति, णिच् प्रत्ययस्य इकारस्य लोपः भूत्वा प्रपाठ्य, विचार्य इत्यादीनि रूपाणि सिद्ध्यन्ति। तत्र णेरनिटि इति सूत्रं कार्यं करोति। किन्तु यदा धातुः लघुपूर्वः भवति तदा णिचः लोपः न भवति, तस्मिन् स्थाने अयादेशः भवति इति अन्येन विशिष्टसूत्रेण उच्यते। ल्यपि लघुपूर्वात् इति सूत्रेण धातुः लघुपूर्वः भवति चेत् णिच् प्रत्ययस्य लोपः न भवति, प्रत्युत अयादेशः भवति ल्यपि लघुपूर्वात् इति सूत्रेण। रच् धातुः चुरादिगणे अस्ति, णिजन्तरूपमस्ति, रचयति, वि उपसर्गपूर्वकः अस्ति चेत् विरचयति इति लटीरूपमस्ति। ल्यबन्तमस्ति, विरचय्य, रच् धातुः लघुपूर्वधातुः। अतः णिच्युक्तं ल्यबन्तं विरचय्य इति रूपं भवति। एतादृशानि अन्यानि रूपाणि एकवारं वदामि। प्र उपसर्गपूर्वकः कट् धातुतः प्रकटयति इति रूपं, तत्र ल्यबन्तमस्ति, प्रकटय्य, प्रशमयति इति णिजन्तरूपमस्ति, प्रशमय्य इति ल्यबन्तरूपं, विशदयति इति णिजन्तरूपं लटीरूपमस्ति, विशदय्य इति ल्यबन्तरूपं, गणयति णिजन्तरूपं, विगणयति उपसर्गपूर्वकरूपं, विगणय्य इति ल्यबन्तरूपं भवति. अवनमयति इति नम् धातुतः णिच् प्रत्ययस्य योजनेन अवनमयति इति लटीरूपं भवति. अवनमय्य इति ल्यबन्तरूपम् अस्ति. उन्नमय्य इति रूपमपि अस्ति. अवनमय्य उन्नमय्य विरुद्धार्थकशब्दद्वयं. सङ्कलयति इति णिजन्तरूपं. सङ्कलय्य इति ल्यबन्तरूपम्. आकलयति आकलय्य इति णिजन्तरूपम् अस्ति. णिच्युक्तं ल्यबन्तम् आकलय्य. आवरयति इति णिच्युक्तं लटीरूपम्. आवरय्य इति ल्यबन्तरूपम् अस्ति. सन्दमयति इति णिजन्तरूपं. सन्दमय्य इति ल्यबन्तरूपम् अस्ति. सङ्गमयति इति णिजन्तरूपम् अस्ति. सङ्गमय्य इति तस्य ल्यबन्तरूपं भवति. एतादृशेषु रूपेषु णिच् प्रत्ययस्य लोपः न भवति, किन्तु अयादेशः भवति इत्यतः ईदृशानि रूपाणि सिद्ध्यन्ति. किमर्थं चेत् तत्र धातुः लघुपूर्वः. रच् धातुः, कट् धातुः, गणधातुः, नम् धातुः, दम् धातुः, गम् धातुः इत्यादिषु लघुस्वरः अस्ति. ल्यप्रत्यये परे ल्यपि लघुपूर्वात् इति सूत्रेण एतेषु धातुषु अयादेशः भवति इत्यतः ईदृशानि रूपाणि सिद्ध्यन्ति. रच् धातोः रूपं विरचय्य इति भवति. एकम् अन्यद्वाक्यं वदामि. सः तत् पुस्तकं मुद्राप्य महतीं हानिम् अनुभूतवान् इति वाक्यं. पुनः वदामि. सः तत् पुस्तकं मुद्राप्य महतीं हानिम् अनुभूतवान्. मुद्राप्य इति अपशब्दः. मुद्रयित्वा इति वक्तव्यमस्ति. मुद्राप्य इति रूपं णिजन्तरूपम् इव भासते, किन्तु सः शब्दः अपशब्दः. मुद्रयित्वा इति वक्तव्यम्. मुद्रयति इति लटीरूपं भवति. मुद्रां करोति इति मुद्रयति. मुद्रा इति आकारान्तपदमस्ति. मुद्रां करोति इति मुद्रयति. नामधातुतः निर्मितं लटीरूपम् अस्ति. मुद्रयति. तत् करोति तदाचष्टे इति वार्तिकेन णिच् प्रत्ययः भवति. मुद्रयति इति लटीरूपम् अस्ति. तत्र क्त्वाप्रत्ययः विहितः भवति चेत् मुद्रयित्वा इति रूपं सिद्ध्यति, न तु मुद्राप्य. मुद्रयति इत्यत्र उपसर्गः कोऽपि नास्ति खलु, अतः ल्यपः अप्राप्तिः. इत्युक्ते उपसर्गः नास्ति इति कारणतः ल्यप्रत्ययः न विहितः भवति. सम् आदि उपसर्गयोगे तु सम्मुद्रिय इति रूपमेव भवति. सम्मुद्रिय संयोगः मुद्र धातुतः ल्यप्रत्ययस्य योजनेन ल्यबन्तरूपं सिद्ध्यति. सम् उपसर्गपूर्वकः अस्ति चेत् तत्र रूपं किं भवति? सम्मुद्रिय इति एव रूपं भवति, न तु मुद्राप्य. मुद्राप्य इत्यत्र उपसर्गः नास्ति, तद्रूपम् अशुद्धं रूपं. केचन जनाः अत्र आपुकम् इच्छन्ति, इत्युक्ते मुद्रापयति इति एकं रूपं सिद्ध्यति. तदा मुद्रापयित्वा इति क्त्वान्तरूपमेव सिद्ध्यति. तत्रापि ल्यबन्तं न सिद्ध्यति. मुद्रापयति, मुद्रापयित्वा इति क्त्वान्तरूपमेव सिद्ध्यति. अत्रापि उपसर्गस्य अभावात् ल्यपः अप्राप्तिः. उपसर्गः नास्ति इति कारणतः ल्यप्रत्ययः न भवति. अतः मुद्रापयित्वा इति रूपं साधुरूपं. मुद्रयित्वा इति साधुरूपम्. एकम् अन्यत् वाक्यं वदामि. सः मुखं परिवृत्य दृष्टवान्. सः मुखं परिवृत्य दृष्टवान् इति वाक्यमस्ति. तद्वाक्यं साधु वा इति प्रश्नः. सः मुखं परिवृत्य दृष्टवान्. अत्र परिवृत्य इति पदम् अस्थाने, परिवृत्य इति प्रयोगः अस्थाने, तस्य प्रयोगः अत्र अस्थाने, परिवर्त्य इति एव प्रयोक्तव्यम्। परिवृत्य भिन्नं, परिवर्त्य भिन्नं, परिवर्त्य इति एव प्रयोक्तव्यम्। सः मुखं परिवर्त्य दृष्टवान् इति वाक्यं साधुवाक्यं। परिवर्तते इति पदं स्वीकुर्मः चेत् तत्र अकर्मकवृत्तधातुः अस्ति। परिवर्तते इति वृत्तधातोः लटीरूपं, परि उपसर्गपूर्वकः वृत्तधातुतः लटीरूपं परिवर्तते। तस्य ल्यबन्तरूपं भवति परिवृत्य। वृत्तधातुः अस्ति, परियोगः वृत्तियोगः ल्यप्, परिवृत्य। तावदेव। उपर्युक्ते वाक्ये तु सकर्मकता आवश्यकी। मुखं परिवर्त्य दृष्टवान्, अत्र मुखम् इति कर्मपदमस्ति, तत्र सकर्मकवाक्यं लेखनीयमस्ति। उपर्युक्तं वाक्यं सकर्मकवाक्यमस्ति, सः मुखं परिवर्त्य दृष्टवान् इति एव साधु भवति। इत्युक्ते अत्र परिवृत्य इति अणिजन्तरूपं, परिवर्त्य इति णिजन्तरूपम् अस्ति। इत्युक्ते अस्मिन् वाक्ये णिजन्तप्रयोगः करणीयः, ण्यन्तरूपं प्रयोक्तव्यं, ण्यन्तस्य आवश्यकता अस्ति अत्र। सकर्मकवाक्यं वक्तव्यं खलु, वृत्तधातुः अकर्मकधातुः, अणिजन्तरूपं परिवर्तते, किन्तु णिजन्तरूपमस्ति परिवर्तयति, अणिजन्तं ल्यबन्तमस्ति परिवृत्य, णिजन्तं ल्यबन्तमस्ति परिवर्त्य साधु भवति। अतः सः मुखं परिवर्त्य दृष्टवान्, अत्र परिवर्तयति इति णिजन्तयुक्तं लटीरूपम् अस्ति। अत्र सकर्मकवाक्यं लेखनीयम्। सकर्मकता आवश्यकी तस्मिन् वाक्ये। एकम् अन्यद्वाक्यं वदामि। एतं विषयम् आधार्य मया एकः लेखः लिख्यते। एतं विषयम् आधार्य मया एकः लेखः लिख्यते इति वाक्यमस्ति। अत्र आधार्य इति पदमस्ति। आधार्य इति पदम् अत्र साधु भवति वा इति प्रश्नः। एतं विषयम् आधार्य इति अस्थाने, आधार्य इति पदम् अत्र अस्थाने, अत्र किं लेखनीयम्? आधारीकृत्य इति अर्थः अत्र इष्यते। एतं विषयम् आधारीकृत्य मया एकः श्लोकः लिख्यते इति वाक्यं साधु भवति। आधारीकृत्य इत्यस्मिन् अर्थे अत्र आधार्य इति प्रयोगः कृतः दृश्यते, किन्तु सः प्रयोगः अस्थाने अत्र। आ इति उपसर्गपूर्वकः धारणार्थकध्रुञिधातुः अस्ति। आधार्य इत्यत्र धारणार्थकध्रुञिधातुः अस्ति, आ उपसर्गपूर्वकः। स्वार्थे णिच्प्रयोगः अपि अस्ति। तदा धात्वर्थः आधारः भूत्वा, आश्रयं दत्त्वा इति भवति। स च अर्थः अत्र न अभिप्रेतः, स च अर्थः अत्र न इष्टः, स च अर्थः अत्र अस्थाने, तत्पदम् अत्र अस्थाने। आश्रयं कृत्वा इति अर्थः अत्र आवश्यकः, आश्रयं कृत्वा इति अर्थः अत्र अभिप्रेतः। अतः आधार्य इति पदात् सः अर्थः न प्राप्यते अत्र। अतः वाक्यं कथं परिवर्त्य लेखनीयम्? एतं विषयम् आधारीकृत्य मया एकः लेखः लिख्यते इति वाक्यं साधु भवति। सैनिकः शत्रुं लक्षीकृत्य शूलं क्षिप्तवान् इति एकं वाक्यमस्ति। सैनिकः शत्रुं लक्षीकृत्य शूलं क्षिप्तवान्। तस्मिन् वाक्ये लक्षीकृत्य इति प्रयोगः दोषाय भवति। लक्षीकृत्य भिन्नं पदं, लक्षीकृत्य इति भिन्नं पदम्। लक्षीकृत्य लक्ष्यीकृत्य द्वयोः अर्थः भिन्नः। लक्ष्यीकृत्य इति एव अत्र प्रयोक्तव्यम्। यद् अलक्ष्यमासीत् तस्य लक्ष्यस्य सम्पादनम् एव लक्ष्यीकरणम्। लक्ष्यीकरणम् इत्युक्ते किम्? यद् अलक्ष्यमासीत् तस्य लक्ष्यस्य सम्पादनम् एव लक्ष्यीकरणम्। अलक्ष्यं लक्ष्यं कृत्वा इति विग्रहवाक्यं वक्तव्यं भवति, तत्र गतिसमासः अस्ति। अलक्ष्यं लक्ष्यं कृत्वा इति विग्रहवाक्यं, लक्ष्यीकृत्य इति पदं तादृशरीत्या सिद्ध्यति। लक्ष्यीकृत्य इति कथनेन अलक्ष्यं लक्ष्यं कृत्वा इति विग्रहवाक्यं भवति। लक्ष्यं नाम किम्? लक्ष्यं नाम वेद्यत्वेन प्राप्यत्वेन वा इष्टम्। लक्ष्यम् इति भिन्नं पदं, लक्ष्यम् इति भिन्नं पदम्। लक्ष्यम् इति काचित् संख्या खलु, सहस्रं लक्षम् एवं वदामः खलु। लक्ष्यं नाम काचित् संख्या अस्ति। सूलक्षेपणावसरे लक्ष्यस्य न कापि प्रसक्तिः, संख्यायाः प्रसक्तिः तत्र नास्ति। सूलक्षेपणावसरे लक्ष्यशब्दस्य प्रसक्तिः नास्ति, संख्यायाः प्रसक्तिः तत्र नास्ति। लक्ष्यं तस्य प्रसक्तिः एव अस्ति। अतः लक्ष्यशब्दः अस्मिन् वाक्ये अस्थाने साधुरूपं नास्ति। प्रादेशिकभाषायां लक्ष्यशब्दस्य स्थाने लक्ष्यशब्दः प्रयुज्येत, कामं प्रयोगः भवतु तत्र। किन्तु संस्कृतभाषायां तु लक्ष्यशब्दस्य प्रयोगः एव अत्र औचित्यम् आवहति। सैनिकः शत्रुं लक्ष्यीकृत्य शूलं क्षिप्तवान् इति वाक्यं साधु भवति। लक्ष्यीकृत्य इति प्रयोगः दोषाय भवति। सैनिकः शत्रुं लक्ष्यीकृत्य शूलं क्षिप्तवान् इति वाक्यं साधु। लक्ष्यशब्दः एव औचित्यम् अत्र आवहति। भोः दीपं प्रज्वाल्य उपविश इति एकं वाक्यमस्ति। भोः दीपं प्रज्वाल्य उपविश इति वाक्यम्। प्रज्वाल्य इति प्रयोगः दोषाय नास्ति। प्रज्वालयति इत्यत्र पक्षद्वयमस्ति, प्रज्वालयति इत्यत्र पक्षद्वयमस्ति इति कारणतः ह्रस्वोपेतं रूपम् एकमस्ति, दीर्घोपेतं रूपमपि अस्ति। प्रज्वलयति इति एकं रूपं, प्रज्वालयति इति अन्यद् रूपमस्ति। ह्रस्वोपेतं रूपं प्रज्वलयति, दीर्घोपेतं रूपं प्रज्वालयति इति उभयमपि शुद्धम् इति क्रियापदप्रकरणे शुद्धिकौमुदीपुस्तके दृष्टमासीत्। सोपसर्गे मितां ह्रस्वः इति पक्षः यदा आश्रीयते तदा प्रज्वलेः ल्यपि ल्यपि लघुपूर्वात् इति सूत्रेण अयादेशे कृते प्रज्वलय्य इति रूपं साधु भवति। प्रज्वलय्य इति रूपमपि साधु, प्रज्वाल्य इति रूपमपि अत्र साधु एव। प्रज्वलय्य इति रूपं कथं सिद्ध्यति इति प्रश्ने सति उपसर्गपूर्वक ज्वलधातुः अस्ति चेत् मितां ह्रस्वः इति सूत्रेण तत्र ज्वलयति इति रूपं सिद्ध्यति। तादृशपक्षः आश्रीयते चेत् प्रज्वलेः प्रसङ्गे ल्यप्रत्यये परे ज्वल् इत्यत्र लघुपूर्वधातुः अस्ति इति कारणतः ल्यपि लघुपूर्वात् इति सूत्रेण णिचः लोपः अभूत् वा अयादेशः भवति इत्यतः प्रज्वलय्य इति रूपं सिद्ध्यति। किन्तु प्रज्वालयति इति रूपमपि भवितुं शक्नोति। प्रज्वालयति घञ्यन्तरूपं स्वीकृत्य णिच् प्रत्ययस्य योजनेन प्रज्वालयति। तादृशपक्षः आश्रीयते चेत् ह्रस्वाभावात् णिचः लोपः भवति, अयादेशः न भवति। ह्रस्वाभावः अस्ति चेत् इत्युक्ते प्रज्वाली इति नूतनधातुः, ज्वालि इति नूतनधातुः अस्ति चेत् तस्मात् पूर्वं प्र उपसर्गः अस्ति चेत् णिजन्तयुक्तधातुः तादृशपक्षः आश्रियते चेत् ह्रस्वाभावात् ज्वालि इत्यत्र ह्रस्वाभावः अस्ति खलु ह्रस्वाभावात् तत्र णिचः लोपः भवति किन्तु अयादेशः न भवति इत्युक्ते तत्र ल्यपि लघुपूर्वात् सूत्रं कार्यं न करोति णेरनिटि इति सूत्रेण णिचः लोपः भूत्वा प्रज्वाल्य इति ल्यबन्तरूपं सिद्ध्यति आहत्य प्रज्वलय्य रूपमपि साधु प्रज्वाल्य इति रूपमपि साधयितुं शक्नुमः अतः प्रज्वाल्य इति रूपमपि अस्मिन् वाक्ये साधु एव तत्र दोषः नास्ति एकम् अन्यद्वाक्यं वदामि सा गीतं गात्वा देवं नमस्कृतवती बालिका गीतं गात्वा देवं नमस्कृतवती इति वाक्ये गात्वा इति अपशब्दः अत्र किं प्रयोक्तव्यं गीत्वा इति एव वक्तव्यं बालिका गीतं गीत्वा देवं नमस्कृतवती सा गीतं गीत्वा देवं नमस्कृतवती गीत्वा इति शब्दः एव प्रयोक्तव्यः गीत्वा इति पदं शुद्धमस्ति गै धातुतः क्त्वा प्रत्ययस्य योजनेन गीत्वा इति रूपं सिद्ध्यति घूमास्था गापा जहाति सांहलि इति विशिष्टसूत्रेण गै धातोः प्रसङ्गे ईकारादेशः भवति क्त्वा प्रत्ययस्य हलादित्वात् कित्वात् च इत्युक्ते क्त्वा प्रत्ययः हलादिप्रत्ययः कित् प्रत्ययः अतः घूमास्था गापा जहाति सांहलि इति सूत्रेण ईकारादेशः भवति इति कारणतः गै धातुतः क्त्वा प्रत्ययस्य योजनेन गीत्वा इति रूपं सिद्ध्यति घूमास्था गापा जहाति सांहलि इति सूत्रे निमित्तं किम् अस्ति हलादि कित् प्रत्यये परे ईकारादेशः भवति गै धातोः प्रसङ्गे इति सूत्रे उक्तमस्ति मा धातोः प्रसङ्गे अपि एवमेव कार्यं भवति अतः बालिका गीतं गीत्वा देवं नमस्कृतवती इति साधुवाक्यं गीत्वा एव शुद्धं रूपं पाचकः अन्नं परिविश्य गतः पाचकः अन्नं परिविश्य गतः पाचकः अन्नं परिवेश्य गतः एतद्वाक्यद्वयं साधु एव अन्नं परिविश्य गतः अन्नं परिवेश्य गतः अत्र परिविश्य परिवेश्य इति उभयधा अपि साधु परिविश्य इति अपि साधु परिवेश्य इति अपि साधु कथम् इत्युक्ते विषधातुः गणद्वये अस्ति विषधातोः लटीरूपं वेवेष्टि परि उपसर्गपूर्वकः अस्ति चेत् परिवेवेष्टि इति लटीरूपं भवति परिवेवेष्टि इति अणिजन्तं लटीरूपं किन्तु परिवेशयति इति अन्यद्रूपम् अस्ति परिवेशयति इति णिच्युक्तं लटीरूपं परिवेशयति उभयत्रापि मूलधातुः विश् धातुः विश् मूर्धन्यषकारान्तधातुः अस्ति विश् धातोः लटीरूपं वेवेष्टि परि उपसर्गपूर्वकः अस्ति चेत् परिवेवेष्टि विश् धातुतः णिच् योजनेन वेषयति परि उपसर्गपूर्वकः अस्ति चेत् परिवेशयति परिवेवेष्टि परिवेशयति इति अनयोः समानार्थकता अस्ति एकत्र अण्यन्तधातुः अस्ति अपरत्र ण्यन्तधातुः अस्ति ण्यन्तरूपे णिच् स्वार्थे विहितः भवति इत्युक्ते परिवेशयति इत्यत्र णिच् प्रत्ययः स्वार्थे विहितः भवति इति कारणतः द्वयोः समानार्थकता अस्ति परिवेवेष्टि परिवेशयति द्वयोः प्रसङ्गे समानार्थकता अस्ति अण्यन्तरूपं स्वीकुर्मः चेत् परिविश्य इति ल्यबन्तरूपं सिद्ध्यति अणिजन्तरूपं स्वीकुर्मः चेत् परिविश्य इति ल्यबन्तरूपं सिद्ध्यति णिजन्तरूपं स्वीकुर्मः चेत् परिवेशयति इति लटिरूपं भवति खलु, तत्र परिवेश्य इति ल्यबन्तरूपं भवति, अतः उभयधा अपि साधुता वर्तते. ण्यन्तप्रकृतिं स्वीकृत्य वदामश्चेत् परिवेश्य, अण्यन्तप्रकृतिं स्वीकुर्मः चेत् परिविश्य इति ल्यबन्तरूपं भवति. क्वचित् परिविश्य परिवेश्य इति रूपं केचन जनाः लिखन्ति. इत्युक्ते तस्मिन् पदे तालव्यशकारं लिखन्ति परिविश्य परिवेश्य इत्यत्र. किन्तु मूर्धन्यशकारान्तधातुः भिन्नः, तालव्यशकारान्तधातुः भिन्नः. परिविश्य इत्यत्र तालव्यशकारम् उपयुज्य केचन जनाः लिखन्ति, तत्तु अशुद्धम्. सः विषधातुः भिन्नः, तालव्यशकारयुक्तः विषधातुः भिन्नः. परिविश्य परिवेश्य इत्यत्र तालव्यशकारः लिखेते चेत् तत् अशुद्धम्. उपविश्य इत्यत्र तालव्यशकारः अस्ति खलु, उपविश्य इत्यादीनां सादृश्यभ्रमात् केचन जनाः तथा लिखन्ति. विश्लु इति धातुः मूर्धन्यशकारोपेतधातुः. विश्लु इति मूर्धन्यशकारयुक्तधातुः, अतः तस्य ल्यबन्तरूपे अपि मूर्धन्यशकारः एव स्यात्, न तु तालव्यशकारः. तालव्यशकारयुक्तधातुः भिन्नः. उप उपसर्गपूर्वक तालव्यशकारयुक्तविश् धातुः अस्ति चेत् तदा उपविश्य इति रूपं सिध्यति, तत्र तालव्यशकारः साधु एव. किन्तु परिविश्य परिवेश्य इत्यत्र मूर्धन्यशकारोपेत विश्लु धातुः एव लेखनीयः. एकम् अन्यद् वाक्यं वदामि. मन्त्री सैनिकान् आज्ञप्य, मन्त्री सैनिकान् आज्ञप्य निर्गतवान्. आज्ञप्य इति असाधुरूपं. किं वक्तव्यम्? आज्ञाप्य इति प्रयोक्तव्यम्. आज्ञप्य इति असाधुरूपम्, आज्ञाप्य इति एव साधुरूपं भवति. ज्ञा इति धातुः अस्ति. ज्ञाधातोः परं णिच् प्रत्ययस्य योजनेन पुक् आगमः भवति. आज्ञापयति इति रूपं भवति. आज्ञापयति इति रूपं सिध्यति णिच् प्रत्ययपरे ज्ञाधातुतः. किन्तु ज्ञाधातोः परं णिच् प्रत्ययस्य अनन्तरं निष्ठासंज्ञकप्रत्ययः अस्ति चेत्, निष्ठासंज्ञकप्रत्ययः इत्युक्ते क्ता क्तवतु निष्ठा इति एकं सूत्रमस्ति. तेन सूत्रेण द्वयोः निष्ठासंज्ञा दीयते. क्ता क्तवतु निष्ठा इति शब्देन निर्दिश्यते खलु. अतः ज्ञाधातोः परं णिच् प्रत्ययस्य योजनात् परं निष्ठासंज्ञकप्रत्ययः अस्ति चेत् वा दान्त शान्त इति एकेन विशिष्टदीर्घसूत्रेण ह्रस्वस्य विधानं भवति. इत्युक्ते ज्ञाधातुतः णिच् प्रत्ययपरे ज्ञापयति इति रूपं भवति खलु, तत्र क्तान्तरूपं साधयितुमिच्छामश्चेत् आज्ञापितः एकं रूपम्, आज्ञप्तः इति अन्यद् रूपम्. इत्युक्ते तत्र रूपद्वयं सम्भवति. ज्ञाधातुतः णिच् प्रत्ययं योजयित्वा क्ताप्रत्ययस्य योजनेन तत्र विशिष्टसूत्रेण रूपद्वयं सिध्यति, आज्ञापितः आज्ञप्तः. एवमेव क्तवतु रूपमपि आज्ञापितवान् आज्ञप्तवान् इति रूपद्वयं सिध्यति. एवमेव ल्यबन्तप्रसङ्गे अपि भवति वा इति प्रश्नः. ल्यबन्तप्रसङ्गे तथा न भवति. केवलं निष्ठासंज्ञकप्रत्ययपरे एव तेन विशिष्टसूत्रेण ह्रस्वस्य विधानं भवति. अतः आज्ञप्य इति रूपं नास्ति. आज्ञाप्य इति दीर्घोपेतं रूपमेव अस्ति. आज्ञाप्य इत्यत्र निष्ठाप्रत्ययः नास्ति, ल्यप् अस्ति. आ उपसर्गपूर्वकः ज्ञाधातुतः णिच् प्रत्ययस्य योजनेन पुक् आगमः, पश्चात् या आगतः, तेन आज्ञाप्य इति रूपं सिद्ध्यति. ल्यप्रत्ययः निष्ठासंज्ञकप्रत्ययः नास्ति, अतः अत्र ह्रस्वत्वं न भवति, अतः आज्ञप्य इति रूपम् असाधु, आज्ञाप्य इति रूपमेव साधु भवति. एकमेव रूपम् अस्ति, आज्ञाप्य इति रूपमेव णिजन्तरूपं भवति. अत्र धातुः ज्ञा अस्ति, आ उपसर्गः अस्ति, णिच् अस्ति इति कारणतः फुक् आगमः भवति, पश्चात् ल्यप्रत्ययस्य या आगतः, तेन आज्ञाप्य इति रूपमेव साधु भवति, आज्ञप्य इति रूपं नास्ति, ह्रस्वोपेतं रूपं नास्ति, केवलम् एकमेव रूपं दीर्घोपेतं रूपमेव तत्र अस्ति. अतः वाक्यं किं भवति? मन्त्री सैनिकान् आज्ञाप्य निर्गतवान् इति भाति. अन्यद्वाक्यम्, एतत् तस्मै प्रतिदत्त्वा आगच्छतु. पुनः वदामि, एतत् तस्मै प्रतिदत्त्वा आगच्छतु इति वाक्यमस्ति. प्रतिदत्त्वा इति पदम् असाधु, प्रतिदत्त्वा इति अपशब्दः. किं वदामः? प्रतिदाय, यथा आदाय, प्रतिदाय. अत्र उपसर्गः अस्ति इति कारणतः क्त्वान्तरूपं न सिध्यति, क्त्वाप्रत्ययः न विहितः भवति, ल्यबन्तरूपमेव सिध्यति. दा धातोः क्त्वाप्रत्यये परे दत्त्वा इति रूपम्. उपसर्गयोग्ये तु समासे अनैपूर्वे क्त्वो ल्यप् इति सूत्रेण क्त्वाप्रत्ययस्य स्थाने ल्यबादेशः भवति इत्यतः प्रतिदाय इति रूपमेव साधु भवति, प्रतिदाय इति रूपमेव शुद्धं रूपम्. उपसर्गयोगे ल्यप् नित्यः, अतः प्रतिदत्त्वा इति अशुद्धं रूपं, प्रतिदाय इति एव वक्तव्यम्. तेन वाक्यं किं भवति? एतत् तस्मै प्रतिदाय आगच्छतु, एतत् पुस्तकं तस्मै प्रतिदाय आगच्छतु इति साधुवाक्यं भवति. अन्यद्वाक्यं वदामि, आरक्षकं दृष्ट्वा चोरः निगूह्य स्थितवान् इति वाक्यमस्ति. आरक्षकं दृष्ट्वा चोरः निगूह्य स्थितवान्. अत्र निगूह्य इति पदं साधु वा इति विषयः. अत्र निगूह्य इति पदमेव योजयितुमिच्छामश्चेत् किं वक्तव्यम्? आत्मानं निगूह्य इति प्रयोक्तव्यम्. आरक्षकं दृष्ट्वा चोरः आत्मानं निगूह्य स्थितवान् इति वाक्यं साधु भवति. किमर्थं तथा इत्युक्ते, निगूह्य इति ल्यबन्तरूपमस्ति खलु, नि उपसर्गपूर्वक गुः धातुः अस्ति, संवरणार्थक गुः धातुः, सः धातुः सकर्मकधातुः, संवरणार्थकः गुः धातुः सकर्मकधातुः. तस्मात् स्पष्टं भवति यत् निगूह्य इत्यस्य किमपि कर्म स्यात् इति. इत्युक्ते निगूह्य इति पदं प्रयुज्य वाक्यं वक्तुमिच्छामश्चेत् तत्र किमपि कर्मपदं स्यात् इति स्पष्टं भवति. अतः आरक्षकं दृष्ट्वा चोरः आत्मानं निगूह्य स्थितवान् इति वाक्यं साधु भवति. आत्मानं निगूह्य इति प्रयोगे तु कर्मणः उपादानात् न कापि विप्रतिपत्तिः, समस्या नास्ति. तादृशरीत्या तद्वाक्यं वक्तुं न इच्छामश्चेत्, यदि तादृशरीत्या वाक्यं वक्तुं न इच्छामः तर्हि अकर्मक लिङ् धातोः प्रयोगं कर्तुं शक्नुमः. इत्युक्ते निलीय इति पदमपि योजयितुं शक्नुमः. निलीय इति कथनेन नि उपसर्गपूर्वक लिङ् धातुः अस्ति, तत्र ल्यप्रत्ययस्य योजनेन निलीय इति रूपं भवति. निलीय इति पदमपि तस्मिन् वाक्ये साधु भवति. नियोगः लिङ् श्लेषणे इति एषः धातुः प्रयुज्यताम्, तदा कर्मणः प्रसक्तिः नास्ति एव. लिङ्ग् धातोः प्रयोगं कृत्वा वाक्यं लेखितुमिच्छामश्चेत् तत्र कर्मणः आवश्यकता नास्ति, कर्मणः प्रसक्तिः नास्ति तत्र। तेन वाक्यं किं भवति? आरक्षकं दृष्ट्वा चोरः निलीय स्थितवान् इति साधुवाक्यम्। आरक्षकं दृष्ट्वा चोरः निलीय स्थितवान् साधुवाक्यम्। नो चेत् गुः इति संवरणार्थकसकर्मकगुः धातोः प्रयोगं कृत्वा वक्तुमिच्छामश्चेत् वाक्यं किं भवति? आरक्षकं दृष्ट्वा चोरः आत्मानं निगूह्य स्थितवान्। निलीय इति पदमपि ल्यबन्तमेव, निगूह्य इति पदमपि ल्यबन्तपदमेव। द्वयोः प्रयोगं कृत्वा भिन्नरीत्या वाक्यं लेखितुं शक्नुमः। आरक्षकं दृष्ट्वा चोरः निलीय स्थितवान्। आरक्षकं दृष्ट्वा चोरः निगूह्य स्थितवान् इति वाक्यद्वयं साधु एव। एतावत्पर्यन्तं क्त्वान्तानां प्रसङ्गे, ल्यबन्तानां प्रसङ्गे, शुद्धिकौमुदीपुस्तके यद् लिखितमस्ति तदहं पठितवती। इदं ध्वनिमुद्रणं श्रुत्वा शुद्धानि वाक्यानि कथं लेखनीयानि इति वयं किञ्चित् अवगतवन्तः। इदानीम् अत्र स्थगयामः। सर्वेषां धन्यवादाः।